శుక్లం వరదరం విష్ణుం శశివర్ణం చతుర్భుజం ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్న ఉపశాంతయే. ప్రాణనాయమ్యా మమోపాత్త సమస్త దురిదక్షయ ద్వారా శ్రీ పరమేశ్వర ప్రీత్యర్థం కరిష్యమానస్య కర్మణః అవిఘ్నేన పరిసమాప్త్యర్థం ఆదౌ మహాగణపతి పూజాం కరిష్యే. అప ఉపస్పృశ్య బ్రహ్మలోకాత్ ఆశేషాత్ ఆలోకాలోకపర్వతాత్ ఏ వసంతి ద్విజాదేవాః తేభ్యో నిత్యం నమో నమః. కలశ పూజా కలశస్య ముఖే విష్ణుః కంఠే రుద్రః సమాశ్రితాః మూలే తత్ర స్థితో బ్రహ్మ మధ్యే మాతృగణా స్మృతాః కుక్షౌదు సాగరా సర్వే సప్తద్వీప వసుంధర ఋగ్వేదః అథ యజుర్వేదః సామవేదోపి అథర్వణః అంగైశ్చ సహితాః సర్వే కలశాంబు సమాశ్రుతాః ఆయాంతు దేవీ పూజార్థం దురిదక్షయకారకాః. ఆత్మపూజా దేవో దేవాలయ ప్రోక్తో జీవో దేవసనాదనః తేజజ్ఞాన నిర్మాల్యం సోహం భావేన పూరయేత్. పీఠపూజా ఓం సకల గుణాత్మ శక్తియుక్తాయ యోగపీఠాత్మనే నమః ఆధారశక్త్యై నమః మూల ప్రవృత్త్యై నమః ఆదివరాహాయ నమః ఆదికూర్మాయ నమః అనంతాయ నమః పృథివ్యై నమః ఆదిత్యాది నవగ్రహదేవతాభ్యో నమః దశదిక్పాలకేభ్యో నమః. గురుధ్యానం. గురుర్బ్రహ్మ గురుర్విష్ణుః గురుర్దేవో మహేశ్వరః గురుః సాక్షాత్ పరం బ్రహ్మ తస్మై శ్రీ గురవే నమః. ప్రాణప్రతిష్ఠ ఓం అస్య శ్రీ ప్రాణప్రతిష్ఠ మహామంత్రస్య బ్రహ్మ విష్ణు మహేశ్వర ఋషయః ఋగ్యజస్సామాధర్వాణి ఛందాంసి సకల జగత్ సృష్టి స్థితి సంహారకారిణీ ప్రాణశక్తిః పరా దేవతా ఆం బీజం క్రీం శక్తిః క్రోం కీలకం ఆం అంగుష్టాభ్యాం నమః హ్రీం దర్జనేభ్యాం నమః క్రోం మధ్యమాభ్యాం నమః ఆం అనామికాభ్యాం నమః హ్రీం కనిష్టికాభ్యాం నమః క్రోం కరదలకరపృష్ఠాభ్యాం నమః ఆం హృదయాయ నమః హ్రీం శిరసే స్వాహా క్రోం శిఖాయై వషడ్ ఆం కవచాయ హుం హ్రీం నేత్రత్రయాయ వౌషడ్ క్రోం అస్త్రాయ ఫట్ భోర్భువస్సువరోమిది బంధః. ధ్యానం. రక్తాంబోధిష్ఠబోధోల్లసతరుణ సరోజాతిరూఢాకరాబ్జైః పాశం కోదండమిక్షోద్భవమణిగుణమప్యంగుశం పంజబాణాన్ బిభ్రాణాసిక్కపాలం త్రిణయన లసితాపీనభక్షోరుహాడ్యా దేవీ బాలార్కవర్ణా భవతు సుఖకరై ప్రాణశక్తిః పరాన్నః. ఆం హ్రీం క్రోం క్రోం హ్రీం ఆం హంసోహం సోహం హంసః అస్యామూర్తౌ జీవస్తిష్ఠతో అస్యామూర్తౌ సర్వేంద్రియాణి మనస్త్వచక్షుః శ్రోత్రజిహ్వాఘ్రాణాః వాక్పాణిపాదవాయువస్తాఖ్యాని ప్రాణవాణవ్యానోదానసమానాశ్చ ఇహావత్య సుఖం చిరం తిష్టం దుస్వాహా. అసూయీతే పునరస్మాదుజక్షః పునః ప్రాణవిహనో ఆదేహి భోగం ज्योक्पश्येमसौर्यमुच्चरन्धमनुमते मृणयानः स्वस्ति आवाहिता भव स्थापिता भव सन्निहिता भव सन्निरुद्धा भव अवकुण्ठिता भव सुप्रीता भव सुप्रसन्ना भव सुमुखी भव भरता भव प्रसीद प्रसीद देवी सर्वजगन्माते यावत्पूजावसानकम् तावत्त्वम् प्रीतिभावेन कुम्भे स्वीन्सन्निधिम् कुरु। प्राणप्रतिष्ठाकाले मधुवर्गम् निवेदयामि पद्मासनाम् पद्मकराम् पद्ममाला विभूषिताम् क्षीरसागरसम्भूताम् क्षीरवर्णसमप्रभाम् क्षीरवर्णसमम् वस्त्रम् दधानाम् हरिवल्लभाम् भावये भक्तियोगेन कलशेऽस्मिन् मनोहरे वरलक्ष्मी नमः अस्मिन् कुम्भे वरलक्ष्मीम् ध्यायामि। बालभानुप्रदेकाशे पूर्णचन्द्रनिभाणने सूत्रेऽस्मिन् सुस्थिता भूत्वा प्रयच्छ बहुलान्वरान् इति माङ्गल्यसूत्रस्थापनम्। सर्वमङ्गलमाङ्गल्ये विष्णुवक्षस्थलालये आवाहयामि देवी त्वाम् अभीष्टफलदा भव अस्मिन् कुम्भे वरलक्ष्मीम् आवाहयामि। अनेकरत्नखचितम् क्षीरसागरसम्भवे स्वर्णसिंहासनम् देवी स्वीकुरुष्व हरिप्रिये वरलक्ष्मी नमः आसनम् समर्पयामि। गङ्गादिसरिदानीतम् गन्धपुष्पसमन्वितम् पाद्यम् ददामि ते देवि प्रसीद परमेश्वरी वरलक्ष्मी नमः पाद्यम् समर्पयामि। गङ्गानदीतमानीतम् सुवर्णकलशस्थितम् गृहाणाभ्यम् मया दत्तम् पुत्रपौत्रफलप्रदे वरलक्ष्मी नमः अर्घ्यम् समर्पयामि। प्रसन्नम् शीतलम् तोयम् प्रसन्नमुखपङ्कजे गृहाणाचमनार्थाय गरुडध्वजवल्लभे वरलक्ष्मी नमः आचमनीयम् समर्पयामि। महालक्ष्मी महादेवि मध्वाज्यदधि संयुतम् मधुवर्गम् गृहानेमम् मधुसूदनवल्लभे वरलक्ष्मी नमः मधुवर्गम् समर्पयामि। पयोदधिकृतैर्युक्तम् शर्करा मधुसंयुतम् पञ्चामृतम् गृहानेदम् वरलक्ष्मी नमोऽस्तु ते वरलक्ष्मी नमः पञ्चामृतम् समर्पयामि। हेमकुम्भस्थितम् स्वच्छम् गङ्गादिसरिदाहृतम् स्नानार्थम् सलिलम् देवि गृह्यताम् सागरात्मजे वरलक्ष्मी नमः स्नानम् समर्पयामि। दिव्याम्बरयुगम् सूक्ष्मम् कञ्चुकम् च मनोहरम् वरलक्ष्मी महादेवि गृहानेदम् मयार्पितम् वरलक्ष्मी नमः वस्त्रम् समर्पयामि। माङ्गल्यमणिसंयुक्तम् मुक्ताविद्रुमसंयुतम् दत्तम् मङ्गलसूत्रम् च गृहाण हरिवल्लभे वरलक्ष्मी नमः कण्ठसूत्रम् समर्पयामि। रत्नताडङ्गकेयूर हारकङ्कणभूषिते भूषणानि महार्हाणि गृहाण करुणानिधे वरलक्ष्मी नमः आभरणानि समर्पयामि। कर्पूरचन्दनोपेतम् कस्तूरीकुङ्कुमान्वितम् सर्वगन्धम् गृहाणाद्य सर्वमङ्गलदायिनी वरलक्ष्मी नमः गन्धान् धारयामि। शालिजातान् चन्द्रवर्णान् स्निग्धमौक्तिकसन्निभान् अक्षतान् देवि गृह्णीष्व पङ्कजाक्षस्य वल्लभे वरलक्ष्मी नमः अक्षतान् समर्पयामि। मन्दारपारिजाताब्धेः केतक्युत्पलपाटलैः मल्लिकाजादिबकुलैः पुष्पैस्त्वाम् पूजयाम्यहम् वरलक्ष्मी नमः पुष्पमालाम् समर्पयामि। आसनपूजा। आसनमन्त्रस्य पृथिव्या मेरुपृष्ठर्षिः सुतलम् छन्दः श्रीकूर्मो देवता। पृथिवीत्वया धृता लोका देवि त्वम् विष्णुना धृता त्वम् च धारय माम् देवि पवित्रम् कुरु चासनम्। घण्टापूजा। आगमार्थम् तु देवानाम् गमनार्थम् तु रक्षसाम् घण्टारवम् करोम्यादौ देवताक्वानलाञ्चनम्। विघ्नेश्वरपूजा। गणानान्त्वा गणपतिगम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पदः न शृण्वन्नो दिविः श्रीदसादनम् अस्मिन्ननिद्राबिम्बे महागणपतिम् ध्यायामि आवाहयामि आसनम् समर्पयामि अर्घ्यम् समर्पयामि पाद्यम् समर्पयामि आचमनीयम् समर्पयामि वस्त्रम् समर्पयामि उपवीतम् समर्पयामि गन्धान् धारयामि पुष्पमालाम् समर्पयामि पुष्पैः पूजयामि। ॐ सुमुखाय नमः। ॐ एकनन्दाय नमः। ॐ कपिलाय नमः। ॐ गजकर्णकाय नमः। ॐ लम्बोदराय नमः। ॐ विकटाय नमः। ॐ विघ्नराजाय नमः। ॐ विनायकाय नमः। ॐ धूमकेतवे नमः। ॐ गणाध्यक्षाय नमः। ॐ फालचन्द्राय नमः। ॐ गजाननाय नमः। ॐ वक्रतुण्डाय नमः। ॐ शूर्पकर्णाय नमः। ॐ हेरम्बाय नमः। ॐ स्कन्दपूर्वजाय नमः। हरिद्रामहागणपतये नमः। नानाविध परिमल पत्रपुष्पाणि समर्पयामि। महागणपतये नमः। धूपमाघ्रापयामि दीपम् दर्शयामि कदलीफलम् निवेदयामि ताम्बूलम् समर्पयामि कर्पूरनीराजनम् दर्शयामि समस्त राजोपचारपूजाम् समर्पयामि। प्रार्थना। सर्वविघ्नहरम् देवम् सर्वविघ्नविवर्जितम् सर्वसिद्धिप्रदातारम् वन्देऽहम् गणनायकम् वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभा अविघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा। महागणपतये नमः। प्रार्थनाम् समर्पयामि। प्राणानायम्य सङ्कल्पः। शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे वरदखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टिसंवत्सराणाम् मध्ये नाम संवत्सरे अयने ऋतौ मासे पक्षे शुभतिथौ वासरयुक्ताय नक्षत्रयुक्ताय शुभयोग शुभकरण सकल विशेषेण विशिष्टायामस्याम् शुभवितौ ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् अस्माकम् सह कुटुम्बानाम् क्षेमस्थैर्य वीर्य विजय आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थ काममोक्ष चतुर्विध फलपुरुषार्थसिद्ध्यर्थम् समस्त मङ्गलावाप्त्यर्थम् धनगणक वस्तुवाहन लक्ष्मीकटाक्षसिद्ध्यर्थम् अष्टैश्वर्यसमृद्ध्यर्थम् कुबेरसम्पदाप्त्यर्थम् समस्त दुरितोपशान्त्यर्थम् वरलक्ष्मीप्रसादसिद्ध्यर्थम् यावच्छक्ति ध्यान आवाहनादि षोडशोपचार पूजाम् करिष्ये अप उपस्पृश्य अगजानन पद्मार्कम् गजाननम् अहर्निशम् अनेकदन्तम् भक्तानाम् एकदन्तम् उपास्महे विघ्नेश्वरम् यथास्थानम् प्रतिष्ठापयामि शोभनार्थे क्षेमाय पुनरागमनाय च अङ्गपूजा वरलक्ष्मी नमः पादौ पूजयामि महालक्ष्मी नमः गुल्फौ पूजयामि इन्दिरायै नमः जङ्घे पूजयामि चण्डिकायै नमः जानुनी पूजयामि क्षीराभितनयायै नमः ऊरू पूजयामि पीताम्बरधारिण्यै नमः कटिम् पूजयामि सागरसम्भवायै नमः गुह्यम् पूजयामि नारायणप्रियायै नमः नाभिम् पूजयामि जगत्कुक्ष्यै नमः कुक्षिम् पूजयामि विश्वजनन्यै नमः वक्षः पूजयामि सुस्तन्यै नमः स्तनौ पूजयामि कम्बुकण्ठ्यै नमः कण्ठम् पूजयामि सुन्दर्यै नमः स्कन्धौ पूजयामि पद्महस्तायै नमः हस्तान् पूजयामि बहुप्रदायै नमः बाहून् पूजयामि चन्द्रवदनायै नमः वक्त्रम् पूजयामि चञ्चलायै नमः शुभुगम् पूजयामि बिम्बोष्ठ्यै नमः ओष्ठम् पूजयामि अनघायै नमः अधरम् पूजयामि सुखपोलायै नमः कपोलौ पूजयामि फलप्रदायै नमः फालम् पूजयामि नीलालकायै नमः अलकान् पूजयामि शिवायै नमः शिरः पूजयामि सर्वमङ्गलायै नमः सर्वाण्यङ्गानि पूजयामि दोरग्रन्थिपूजा कमलायै नमः प्रथमग्रन्थिम् पूजयामि रमायै नमः द्वितीयग्रन्थिम् पूजयामि लोकमात्रे नमः तृतीयग्रन्थिम् पूजयामि विश्वजनन्यै नमः चतुर्थग्रन्थिम् पूजयामि महालक्ष्म्यै नमः पञ्चमग्रन्थिम् पूजयामि क्षीराभितनयायै नमः षष्ठग्रन्थिम् पूजयामि विश्वसाक्षिण्यै नमः सप्तमग्रन्थिम् पूजयामि चन्द्रसहोदर्यै नमः अष्टमग्रन्थिम् पूजयामि हरिवल्लभायै नमः नवमग्रन्थिम् पूजयामि सर्वमङ्गलमाङ्गल्ये सर्वपापप्रणाशिनी दोरगम् प्रति गृह्णामि सुप्रीता भव सर्वदा इति दोरगम् हस्तेन गृहीत्वा नवदन्तु समायुक्तम् नवग्रन्थिसमन्वितम् बध्नीयाम् दक्षिणे हस्ते दोरगम् हरिवल्लभे इति दोरकम् बध्नीयात् गोक्षीरेण युधम् देवी गन्धपुष्पसमन्वितम् अर्घ्यम् गृहान वरदे वरलक्ष्मि नमोऽस्तु ते वरलक्ष्मी नमः क्षीरार्घ्यम् समर्पयामि।